ॐ सरस्वती महाभागे विद्यकमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नम् व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ओम् श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। अस्मिन् व्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानविषयः अस्ति अष्टाध्यायाः, तत्र समग्रदृष्टिः अष्टाध्यायां, तत्र सम्पूर्ण तत्र स्थूलरूपेण कस्मिन् अध्याये किम् अस्ति इति अस्य करपत्रस्य लक्ष्यम् अस्ति, अपि च किमर्थम् अष्टाध्यायीग्रन्थं पठनीयम्, तत्र बहूनि तत्र प्रक्रिया ग्रन्थानि सन्ति, प्रक्रियाग्रन्थपठनेन तत्र किं भवति, अपि च अष्टाध्यायीग्रन्थः यः अस्ति तेन पठनेन तत्र अस्माभिः तत्र किं लभ्यते इति अष्टाध्यायाः समग्रदृष्टिः इति करपत्रे तत्र स्थूलरूपेण दत्तम्। अत्र अस्मिन् करपत्रे आदौ एव दत्तं तत्र प्रकरणम् अपि च प्रक्रिया, द्वयोः तत्र कः भेदः। यदा वयं प्रक्रिया वदामः इत्युक्ते तत्र पदनिर्माणसमये तत्र कस्यचित् पदनिर्माणसमये तत्र यानि सोपानानि सन्ति तस्य नाम एव प्रक्रिया अस्ति। इत्युक्ते तत्र प्रथमसोपाने कस्य सूत्रस्य प्रसक्तिः, द्वितीयसोपाने कस्य सूत्रस्य प्रसक्तिः, तृतीयसोपाने तत्र यदि कोऽपि परिवर्तनं भवति चेत् केन सूत्रेण तत् परिवर्तनं भवति। इत्युक्ते तत्र पदनिर्माण समये तत्र यदा वयं जानीमः व्याकरणशास्त्रे तत् प्रकृतिप्रत्यययोजनेन एव पदस्य निर्माणं भवति, परन्तु तादृशसरलं तत् नास्ति। प्रकृतियोगप्रत्यय कुर्मः चेदेव तत्र पदस्य निर्माणं तत्र भवेत्, पर वयं जानीमः तत्र बहूनि मध्ये तेषां योगेन तत्र बहूनि तत्र परिवर्तनानि सन्ति, तत्र कार्याणि सन्ति, कुत्रचित् आदौ आगमः स्थापनीयं, कुत्रचित् तत्र एकं प्रत्ययस्य कारणेन मध्ये भिन्नप्रत्ययः आयाति, कुत्रचित् सम्पूर्णप्रत्ययः यः सूत्रेण आयाति तस्य स्थाने कोऽपि भिन्नप्रत्ययः आयाति। सो तत्र बहूनि कार्याणि सन्ति यदा वयं प्रकृतियोगप्रत्यय कुर्मः। सो कस्मिन् क्रमे अपि च तत्र यानि सोपानानि सन्ति तेषां सोपानानां नाम एव प्रक्रिया अस्ति, इत्युक्ते पदनिर्माणकृते तत्र भिन्नभिन्नसोपानानि सन्ति, क्रमेण तत्र सूत्राणां तत्र प्राप्तिः भवति, प्रसक्तिः भवति। सो क्रमेण यत् तत्र पदनिर्माणसमये यत् भवति तस्य नाम एव प्रक्रिया अस्ति, परन्तु अष्टाध्यायीग्रन्थः प्रक्रियाग्रन्थः न, अष्टाध्यायीग्रन्थः तु प्रकरणग्रन्थः। सो इदानीं तत्र प्रकरणग्रन्थः इत्युक्ते किं, प्रकरणम् इत्युक्ते किं, सो वयं दृष्टवन्तः प्रकरणम् इत्युक्ते तत्र गृहे एकस्मिन् पादे अपि च कस्यचित् विशिष्टस्थले, स्थले इत्युक्ते सपोज् तत्र 6.1.1 आरभ्यते, तत्र मेबि तत्र पञ्चदशसूत्राणि सन्ति यत्र एकमेव कार्यस्य निर्देशः। सो प्रकरणं वदामः चेत् एकस्मिन् स्थले एकस्य कार्यस्य कृते एव तत्र निर्देशः अस्ति, अस्मिन् स्थले कार्यं भवति, नत्वकार्यमस्ति चेत् नत्वप्रकरणे सम्पूर्णक्रमेण सर्वाणि सूत्राणि क्रमेण दत्तानि। सो नत्वं कदा भवति, नत्वं कदा न भवति, नत्वस्य कृते किं किं तत्र कारणानि सन्ति चेदेव नत्वं भवति, अपि च सो तत्र नत्वम् एकं कार्यमस्ति, नत्वकार्यस्य कृते यदि वयं नत्वकार्यं कथं भवति चेत् तत् पश्यामः चेत् अष्टाध्यायीग्रन्थस्य कृते एकस्मिन् स्थले एव सर्वाणि सूत्राणि दत्तानि, तथैव पूर्वस्मिन् वर्गे वयं प्रकरणस्य एकम् उदाहरणं तत्र पठितम्, इत् संज्ञाप्रकरणं. सो सम्पूर्णव्याकरणशास्त्रे तत्र ये अष्टाध्यायाः सन्ति, सम्पूर्ण अष्टाध्याये यत् इत् इति संज्ञा भवति तस्य कृते एकस्मिन् स्थले एव सर्वाणि सूत्राणि क्रमेण दत्तानि. तमः एव प्रकरणं. सो तत्र व्याकरण अष्टाध्यायीग्रन्थे इत् संज्ञाप्रकरणमस्ति, तस्मिन् तत्र अष्ट नो चेत् नवसूत्राणि सन्ति, यैभिः सूत्रैः तत्र वयं ज्ञातुं शक्यते इत् संज्ञा कस्य वर्णस्य करणीयम्, अपि च तत्र इत् संज्ञा कुर्मः चेत् अनन्तरं किं करणीयम्. सो प्रकरणं वदामः चेत् कस्यचित् विशिष्टस्थले तत्र ग्रन्थे अष्टाध्यायीग्रन्थे एकस्मिन् स्थले एकस्मिन् विशिष्टपाठे एकमेव कार्यं भवति. यदा तत्र तृतीयाध्यायः सम्पूर्णतृतीयाध्यायः तत्र धातु कार्यं भवति, इत्युक्ते धातोः अनन्तरं के प्रत्ययाः आगन्तुं शक्यते, कस्मिन् अर्थे आगन्तुं शक्यते. सम्पूर्णतृतीयाध्याये तत्र एकमेव विषयः अस्ति, धातु इति विषयः. सो तत्र यत्किमपि धातोः अनन्तरं भवति, यत्किमपि धातोः अनन्तरं प्रत्ययः विधीयते, तत् लट् भवेत् वा सनादि भवेत् वा विकरण भवेत् वा कृत् भवेत् वा तिवादि भवेत् वा, सम्पूर्ण तस्य अध्ययनं केवलं तृतीयाध्याये एव धातोः अनन्तरं ये प्रत्ययः विधीयते तेषां तत्र सूत्र आधारेण क्रमेण तत्र चिन्तनमस्ति. तदेव अस्ति प्रकरणं. परन्तु वयं दृष्टवन्तः यदा तत्र प्रक्रिया वदामः चेत् कस्यचित् पदनिर्माणस्य कृते तत्र प्रथमे तत्र तृतीयसूत्रतः सूत्र तत् आनेतव्यम्, प्रथमसूत्रेण अपि सूत्रम् आनेतव्यं. सो तत्र तादृशरीत्या प्रक्रियारीत्या सूत्राणाम् अध्ययनं कुर्मः चेत् तत्र किं भवति, सूत्राणां यः विशिष्टक्रमः ग्रन्थे पाणिनिमहर्षिणा दत्तं सः भग्नः जायते. तत्र क्रमः तत्र किमपि वयं न ज्ञातुं शक्यते, अत्र अनुवृत्तिः किम्, अधिकारः किम्. किमर्थं चेत् प्रथमे तृतीयाध्यायस्य सूत्रस्य प्रसक्ति, अनन्तरं प्रथमाध्यायतृतीयपादस्य सूत्रस्य प्रसक्ति, अनन्तरं पुनः प्रथमाध्यायस्य कोऽपि भिन्नसूत्रस्य प्रसक्तिः, पुनः तत्र प्रथमाध्याये तत्र इत्संज्ञकवर्णानां निष्कासनं करणीयं. सो अत्र अनेन क्रमेण सूत्राणाम् अध्ययनं कुर्मः चेत् वयं तत्र अनुवृत्तिः कस्य पूर्वे किं सूत्रमस्ति, तत्र सूत्रस्य अध्ययनं सम्पूर्णतया तत्र न भवति. केवलं पदनिर्माणस्य कृते कानि सूत्राणि अपेक्षितानि तेषाम् एव ज्ञानः भवति इति तत्र प्रकरणग्रन्थस्य प्रकरणग्रन्थस्य आधारेण सूत्राणाम् अध्ययनं कुर्मः चेत् तत्र किं भवति, सम्पूर्णतया सूत्रस्य कः अर्थः इति अस्माकं तत्र मस्तिष्के तत् ज्ञानं तिष्ठति. वयं तत्र क्रमेण सूत्राणाम् अध्ययनं कुर्मः चेत् वयं तत्र एतस्य सूत्रस्य कुत्र कुत्र प्रसक्तिः अस्ति इति वयं ज्ञातुं शक्यते इति तत्र लाभः अस्ति. सो प्रकरण आधारेण एव अध्ययनं तत्र करणीयं, न तु प्रक्रियाग्रन्थस्य आधारेण. तत्र तु सम्पूर्णसूत्रस्य अर्थः कः इति वयं न अवगन्तुं शक्यते, परन्तु अष्टाध्यायीग्रन्थे ग्रन्थाधारेण तत्र सूत्राणाम् अध्ययनं कुर्मः चेत् वयं किञ्चित् अवगन्तुं शक्यते कथं तत्र कस्य सूत्रात् तत्र अनुवृत्तिः स्वीकरणीयं, सम्पूर्णसूत्रं किम् अस्ति, सूत्रं कदा कार्यं करोति कदा कार्यं न करोति इति वयं तत्र ज्ञातुं शक्यते. अपि च न केवलं तत्र वयं जानीमः तत्र सूत्रे सूत्रयोः तत्र सम्बन्धः वर्तते, यः क्रमः अस्ति तत्र सम्बन्धः वर्तते. एतत् सूत्रं कार्यं करोति चेत् तत्र अस्य कृते कोऽपि अपवादसूत्रं तु नास्ति, तत् वयं कथं ज्ञातुं शक्यते. यदि वयं सम्पूर्ण तत्र तस्य कार्यस्य विषये यानि सूत्राणि तत्र सन्ति तेषाम् अध्ययनं कुर्मः चेदेव ज्ञातुं शक्यते कुत्रचित् एतस्य सूत्रस्य कृते अपवादाः सन्ति, अतः तत्र सर्वदा कर्तरि शप् सूत्रेण एव कार्यं न करणीयं। यदा तत्र धातोः अनन्तरं कर्तर्थक् सार्वधातुप्रत्ययः अस्ति, तस्य कृते तत्र अपवादाः सन्ति। कोऽपि भिन्नगणस्य धातुः अस्ति चेत् शपं प्रभाद्य तस्य गणस्य विकरणप्रत्ययः आयाति। अतः यदा वयं क्रमेण सूत्राणाम् अध्ययनं कुर्मः चेदेव वयं ज्ञातुं शक्यते कस्य सूत्रस्य कृते तत्र अपवादानि वर्तन्ते। तेन एव कार्यं करणीयं, न तु औत्सर्गिकरूपेण कार्यं करणीयम्। अपि च पूर्वस्मिन् वर्गे प्रथमं यः प्रकरणस्य उदाहरणम् अस्मिन् करपत्रे अस्ति तदस्ति इत्संज्ञाप्रकरणं। सो कथं तत्र इत्संज्ञाप्रकरणे सूत्राणां तत्र यः क्रमः अस्ति, कथं तत्र अनुवृत्तिः पूर्वसूत्रात् अनुवृत्तिः अस्माभिः स्वीकरणीयम् इति वयम् एतत् सर्वं पठितं। तस्य लोपः सो अत्र प्रथमे तत्र केन केन सूत्रेण तत्र वर्णानाम् इत्संज्ञा भवति, अनन्तरं यस्य यस्य वर्णस्य इत्संज्ञा भवति व्याकरणशास्त्रे तत्र अन्ततो गत्वा तस्य लोपः अपि भवति। सो वर्णस्य इत्संज्ञायाः प्रयोजनं किम् इत्युक्ते लोपकार्यं, तेषां लोपः अपि करणीयं। केवलम् इत्संज्ञा कुर्मः चेत् तेन किमपि न भवितुं शक्नोति। यस्य यस्य इत्संज्ञा भवति तस्य तस्य अनन्तरं लोपः अपि करणीयम्। अतः अस्मिन् प्रकरणे इत्संज्ञाप्रकरणे एकमेव विधिसूत्रमस्ति अन्ते दत्तं, तेषां तत्र अन्ततो गत्वा लोपः करणीयं। तदेव अस्ति इत्संज्ञायाः प्रयोजनं, किमर्थं वर्णानाम् इत्संज्ञा करणीयं, किं प्रयोजनं तत्र, तेषां लोपः अपि भवति। तेषां यस्य यस्य इति भवति तस्य तस्य लोपः अपि भवति, तदेव प्रयोजनम् अस्ति। किमर्थम् इति नामकरणं करणीयं, यस्य यस्य इति भवति तस्य लोपः करणीयम्। अपि च अत्र दत्तम् एतस्मिन् प्रकरणे तत्र कस्य पदस्य अनुवृत्तिः, तत्र किं सूत्रपर्यन्तं तस्य विशिष्टपदस्य अनुवृत्तिः अस्माभिः स्वीकरणीयम् इति अत्र स्थूलरूपेण दत्तम्। अनन्तरं तत्र एकं द्वितीय उदाहरणमस्ति, प्रकरणस्य द्वितीय उदाहरणमस्ति द्वित्वप्रकरणं। सो व्याकरणे वयं जानीमः तत्र सम्प्रसारणं कार्यं भवति, अच्सन्धि भवति, अपि च द्वित्वं भवति, अपि च संज्ञा भवति। सो तत्र भिन्नभिन्नप्रकरणानि सन्ति, द्वितीयप्रकरणम् अस्ति द्वित्वप्रकरणं। सो शब्दस्य शब्दसमूहस्य तत्र द्वित्वं भवति विशिष्ट स्थित्यां, सर्वदा द्वित्वं न भवति। सो द्वित्वप्रकरणे तत्र द्वादशसूत्राणि सन्ति, तेभिः सूत्रैः तत्र कस्य द्वित्वं करणीयं, कदा द्वित्वं करणीयं, द्वित्व अनन्तरं किं भवति, तस्य कोऽपि विशिष्टनामः भवति वा द्वितस्य अनन्तरम् इति सम्पूर्ण अस्मिन् प्रकरणे सर्वं दत्तम्। सो एतदपि प्रकरणस्य उदाहरणमस्ति द्वित्वप्रकरणम् इति अद्य पठामः। अस्तु, इदानीं तत्र अत्र किं सूत्रपर्यन्तं सूत्र अक्षराणाम् अनुवृत्तिः इति आरभ्य पठामः। पूर्णिमा भगिनी अस्ति वा, भगिनी पठितुमिच्छति वा भगिनि? श्रूयते वा मम ध्वनिः? श्रूयते वा? श्रूयते, स्क्रीन् लाक् अभवत् भगिनि, स्क्रीन् लाक् ओपन् कर्तुं विलम्बं जातम्। अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययस्य एतत् पठितं वा न पूर्वस्मिन् वर्गे पठितं वा श्वः प्रत्ययस्य? आम् महोदय, पठितमिति तस्य लोपः अपि तदपि पठितम्। एतत् समाप्तं न तस्य लोपः इति अपि समाप्तम्। अत्र पठतु भगिनि, किं सूत्रपर्यन्तं स्थूल अक्षराणाम् अनुवृत्तिः, एतत् आरभ्य पठतु भगिनि। भगिनि मम स्क्रीन् मध्ये तस्य लोपः एव एण्ड् अनन्तरं भुवादेव धातुः उपदेशे तदेव तदेव अत्र अस्ति न भूवादयः भूवादयः दातवः उपदेशे दातवः तस्य उपरि लिखितम् एकमत्र अण्डर्लैन् कृतम् किं सूत्रपर्यन्तं स्थूलाक्षरेण अनुवृत्तिः तत्र आमामां तदेव भूवादयो दातवः प्रथमाध्याये तृतीयपादे प्रथमसूत्रतः त्रयनवतिसूत्रपर्यन्तम् अनुवृत्तिः उपदेश अनुवृत्तिः कस्य अनुवृत्तिः दातवः इति पदस्य एकमेव पदस्य धातवः इति पदस्य तत्र अस्माभिः तत्र धातवः इति यः अस्ति प्रथमबहुवचनपदमस्ति तत्र वचनपरिणामम् अपि करणीयम् अपि च विभक्तिपरिणामम् अपि करणीयं यदि आवश्यकता अस्ति चेत् उपदेशे जननाटिका इति प्रथमाध्याये तृतीयपादे द्वितीयसूत्रं नवसूत्र नवसूत्राणि पर्यन्तं उपदेशे इत् द्वयमपि अनुवृत्ति भवति अनन्तरं प्रथमाध्याये तृतीयपादे तृतीयपर्यन्तं चतुर्थ पर्यन्तमेव एकद्वयसूत्रे एकमेव सूत्रे तत्र अनुवृत्तिः अस्ति एकमेव सूत्रे सो हलन्त्यम् इति यः हल् अपि च अन्त्यं तत्र एकमेव सूत्रे अनुवृत्तिः अस्ति स्मः प्रथमाध्याये द्वितीयपादे चतुर्थपाद एकमेव सूत्रम् आदिर्निगुणवः न विभक्तोतु स्मः सूत्रे नास्ति वा सूत्रमेव खलु आदिर्निगुणवः पञ्च अध्याय आरभ्य अष्ट अध्यायपर्यन्तं फै सिक्स् सेवेन् अण्ड् एय्ट् त्रिषु सूत्रेषु टिल् एय्ट् पर्यन्तं प्रथमाध्याये द्वितीयपादे पञ्चमसूत्रतः अष्टमसूत्रपर्यन्तं सः प्रत्ययस्य प्रथमाध्याये द्वितीयपादे अष्टमसूत्रतः अष्टमसूत्रतः अष्टमसूत्रपर्यन्तं चूटु षष्ठं सूत्रं षष्ठमसूत्रम् उक्तवती चूटु प्रथमाध्याये द्वितीयपादे सप्तमसूत्रम् किञ्चित् उच्चैः वदतु तत्र मध्ये न ध्वनि भग्नः जायते अहं न जानामि मम कृते एव द्वितीयपादे अष्टमसूत्रं तस्य लोपः प्रथमाध्याये तृतीयपादे नवमसूत्रम् अत्र सङ्ख्यप्रकारस्य अन्यत् उदाहरणद्वयं दीयते येन प्रकरणं सम्बन्ध अनुवृत्तिः स्पष्टतया दृश्येत अग्रेपि पठामि अस्तु भगिनि न न धन्यवादः तत्र मध्ये किञ्चित् ध्वनिः भग्नः जायते अहं न चिन्तयामि मम कृते एव या सर्वेषां कृते अस्ति वा मम अस्तु भगिनि धन्यवादः नेट्वर्क् सम्यक् अस्ति वा अधुना सम्यक् अस्ति पूर्वं नास्ति अस्तु अत्र किं ब्रेक् अस्ति मध्ये सो अत्र सो प्रकरणस्य आधारेण सूत्राणाम् अध्ययनं कुर्मः चेत् तत्र को लाभः इति प्रश्ने सति चेत् तत्र वयं तत्र अवगन्तुं शक्यते तत्र कथं तत्र पदानाम् अनुवृत्तिः स्वीकरणीयम् सो पदानाम् अनुवृत्तिः कृते किमर्थं चेत् अनुवृत्तिः इति शैली अष्टाध्यायीग्रन्थस्य प्राणभूतः अस्ति सो अनुवृत्तिः न स्वीकुर्मः चेत् किमर्थं चेत् सूत्रं सम्पूर्णं तु नास्ति सर्वाणि सूत्राणि सम्पूर्णानि न सन्ति तत्र पूर्वसूत्रात् अस्माभिः अनुवृत्तिः स्वीकरणीयं सो प्रकरण आधारेण एव सूत्राणाम् अध्ययनं कुर्मः चेदेव वयं ज्ञातुं शक्यते तत्र कस्य कस्य पदस्य अनुवृत्तिः स्वीकरणीयं पूर्वे किं सूत्रमस्ति कथं तत्र अनुवृत्तिः अग्रिमेषु सूत्रेषु भवति इति वयं तत्र अवगन्तुं शक्यते अतः तस्य कृते कथं तत्र अनुवृत्तिः स्वीकरणीयं तस्य कृते एकम् अन्यत् उदाहरणम् अस्ति द्वित्वप्रकरणं सो द्वित्वप्रकरणे तत्र प्रथम षष्ठाध्याये प्रथमपादे प्रथमसूत्र आरभ्य द्वादशसूत्रपर्यन्तं यत् भवति तत्र सम्पूर्णद्वित्वमेव द्वित्वविषये एव तत्र चिन्तनमस्ति. सो व्याकरणशास्त्रे यः शब्दानां द्वित्वं भवति कथं भवति अपि च तत्र कदा न भवति, भवति चेत् तत्र कोऽपि अन्यत् परिवर्तनमपि भवति वा इति सर्वम् एतयोः द्वादशसूत्रयोः तत्र दत्तं सूत्रेषु दत्तम् एतेषु द्वादशसूत्रेषु सर्व तत्र द्वित्वप्रकरणे यत् कार्यमस्ति. किं प्रश्नः महोदय? भगिनी मध्ये वायुधातुः अस्ति तत्र 90 एकनिमिषं वायुधातुः तत्र मध्ये 93 सूत्रं पर्यन्तम् अनुवृत्तिः अस्ति, अधिकारः अस्ति धातुः अस्तु. तो तत्र के सर्वाणि सूत्रं तु कार्यं मध्ये जो अनुवृत्तिः न भवति. किं महोदय? धातु इति पदस्य अनुवृत्तिः प्रथम प्रथम आरभ्यत 93 सूत्रं पर्यन्तम् अनुवृत्तिः अस्ति. तत्र सर्वाणि सूत्राणि तु तत्र अनुवृत्तिः न भवति न वर्तते. सर्वेषु सूत्रेषु इत्युक्ते द्वितीयसूत्रे अपि धातोः इति पदस्य आम् तदेव अस्ति. यत्र रिक्वायर्ड् तत्र एव स्वीकरणीयम्. इत्युक्ते तत्र श्वः प्रत्यस्ति इति सूत्रस्य कृते तु कारणम् इत्युक्ते सो एतत् अधिकारसूत्रं तु नास्ति. भूवादयः धातवः एतत् संज्ञासूत्रम् अस्ति. भूवादयः धातवः इति अधिकारसूत्रं न, भूवादयः धातवः इति संज्ञासूत्रम् इति संज्ञासूत्रं. शृणोतु महोदय, एतत् सूत्रमस्ति संज्ञासूत्रं. संज्ञासूत्रम् इत्युक्ते अनेन सूत्रेण नामकरणं भवति. किं कीदृशनामकरणं? धातु इति नामकरणं. सो धातु इति संज्ञा व्याकरणे कस्य इति तत्र आदौ दत्तं. सो भू आदयः, सो पाणिनिधातुपाठे भू आरभ्य भूसत्तायाम् इति प्रथमधातुः अस्ति. धातुपा प्रथमधातुः अस्ति भूसत्तायां. सो भू आदयः ये धातवः सन्ति अपि च वा भू वा अपि धातुः अस्ति. सो भू वा इति आदयः ये ये शब्दसमूहः तत्र पाणिनिधातुपाठे सन्ति तेषाम् एव धातु इति संज्ञा अस्ति. सो एतत् सूत्रस्य एतत् सूत्रं संज्ञासूत्रं. परन्तु प्रथम अध्याये तृतीयपादे तत्र कुत्रचित् तत्र स्पष्टीकरणार्थम् इत्युक्ते तत्र अनुवृत्तिः इति अत्र लिखितं. प्रथमसूत्र आरभ्य 93 एतत् पदस्य अनुवृत्तिः अस्ति. सो एतत् पदस्य अनुवृत्तिः अस्ति चेत् अनुवृत्ति इति अनुवृत्ति वदामः चेत् तादृशपदं येन वयं सूत्रस्य सम्पूर्ण अर्थः कः इति वयम् अवगन्तुं शक्यते. सो एतत् पदस्य अनुवृत्तिः मे बि 93 पर्यन्तं तत्र एतत् पदस्य आवश्यकता भवति. येन वयं तत्र 93 सूत्रपर्यन्तं यत्किमपि तत्र निर्देशः दत्तं, यत्र यत्र आवश्यकता अस्ति तत्र एव एतस्य पदस्य तत्र अनुवृत्तिः अस्माभिः स्वीकरणीयं. सो वयम् अनुवृत्ति किमर्थं स्वीकुर्मः इति तत्र प्रथमप्रश्नः अस्ति चेत् सूत्रस्य अर्थ अवगमनार्थम् एव अस्माभिः अनुवृत्ति स्वीकरणीयं. यदि वयं पूर्वसूत्रात् पदस्य अनुवृत्ति स्वीकुर्मः चेत् वयं तत्र सूत्रस्य सम्पूर्ण अर्थं किम् अस्ति इति वयं न अवगन्तुं शक्यते. सो यदि वयं 131 आरभ्य तत्र सूत्राणां क्रमः पश्यामः चेत् तत्र वयम् अवगन्तुं शक्यते किमर्थम् अत्र लिखितं 93 पर्यन्तम् एतस्य अनुवृत्तिः भवति. यद्यपि मध्ये तत्र आवश्यकता नास्ति, यथा तत्र श्वः प्रत्यये तत्र धातु इति पदस्य अनुवृत्तिः नास्ति. न स्वीकुर्मः चेत् तत्र आवश्यकता एव नास्ति. सो एतत् अधिकारसूत्रं नास्ति. सि अधिकारसूत्रम् अपि च एतत् सामान्यानुवृत्तिः इत्युक्ते अधिकारसूत्रम् अधिकारेण एतत् सूत्रं न स्थापितं महर्षिणा. सो यत्र आवश्यकता वयं तत्र धातुः इति पदस्य अनुवृत्तिः स्वीकर्तुं शक्यते. यथा अत्र आदिर्निटुडुवः. सो केचन वैयाकरणः अत्र धातु इति पदस्य अनुवृत्तिः स्वीकुर्वन्ति, परन्तु केचन वदन्ति अत्र आवश्यकता एव नास्ति. सो यद्यपि अत्र लिखितं 93 पर्यन्तम् अनुवृत्तिः स्वीकरणीयं, तथापि न कुर्मः चेत् सि आदिर्निटुडुवः इति सूत्रे यदि वयं धातु इति पदस्य अनुवृत्ति न स्वीकुर्मः चेत् तथापि वयं तत्र तस्य अर्थः अवगन्तुं शक्यते. किमर्थम् अत्र धातुः इति पदस्य केचन वैयाकरणः किमर्थं धातुः इति पदस्य अनुवृत्ति अत्र स्वी कुर्वन्ति इति प्रश्ने सति चेत् तेन किं भवति, सूत्रस्य अर्थः सरलं भवति. इत्युक्ते तत्र अनेन किं भवति, नी अपि च टु अपि च डु इति यः वर्णसमूहः अस्ति सः केवलं धातुषु एव लभ्यते. अतः यदि वयं यदि धातु इति पदस्य अनुवृत्ति न स्वीकुर्मः चेदपि तत्र सूत्रस्य अर्थः वयम् अवगन्तुं शक्यते, परन्तु तत्र किमस्ति, भ्रमः जायते. प्रत्येकस्य उपदेशस्य आदौ यदि नी अथवा टु अथवा डु इति वर्णसमूहः अस्ति तस्य तेषां वर्ण समुदायस्य इत् करणीयम् इति सूत्रं वदति, परन्तु धातु इति स्वीकुर्मः चेत् तेन किं भवति, स्पष्टता इदानीम् आयाति, केवलं धातोः एव तत्र एतादृशः वर्णसमूहः लभ्यते. इत्युक्ते अस्माकं तु सम्पूर्णज्ञानं नास्ति कीदृशप्रत्ययाः तत्र सन्ति, कीदृश आदेशाः, कीदृश आगमाः. वयं तु सर्वेषाम् आगमानां कृते आदेशानां कृते तु अस्माकं ज्ञानं नास्ति, परन्तु इदानीं धातुः इति अनुवृत्ति स्वीकुर्मः चेत् इदानीम् अहं जानामि तत्र धातुषु एव नी टु डु इति वर्णसमूहः अस्ति, आदौ आदिः इति अस्ति, प्रत्ययेषु कुत्रापि नी टु डु नास्ति. सो यत्र आवश्यकता तत्र एव स्वीकरणीयं, यत्र आवश्यकता एव नास्ति अत्र प्रत्ययः साक्षात् लिखितम्, अत्र किमर्थं धातुः इति पदस्य अनुवृत्तिः स्वीकरणीयं. सो यद्यपि अत्र लिखितं कि 93 पर्यन्तं धातोः इति पदस्य अनुवृत्तिः, किमर्थं चेत् मेबि 94 तत्र आरभ्य किञ्चित् भिन्नविषयः अस्ति. सो अत्र कुत्रचित् मध्ये मध्ये हे केचन सूत्राणि सन्ति, इत्युक्ते अत्र सर्वधातु धातु धातु सर्वत्र अधिकारः तु नास्ति, अधिकाररूपेण अनुवृत्तिः नास्ति, सो सरलानुवृत्तिः अस्ति. सो कुत्रचित् वयं स्वीकुर्मः चेदपि तत्र कोऽपि किं तत्र कन्फ्यूजन् न भवति. सो अनुवृत्ति इति प्रथमे तु अनुवृत्ति किमर्थं करणीयं, सूत्रस्य सम्पूर्ण अर्थ उगमनार्थम् एव अनुवृत्तिः भवति. सो मेबि मध्ये केचन सूत्राणि तत्र सन्ति यत्र धातोः इति पदस्य अनुवृत्तिः स्वीकुर्मः चेत् तत्र अर्थं तत्र स्पष्ट भवति, स्पष्टतया वयम् अवगन्तुं शक्यते तस्य अर्थः किम्. अपि च अस्माकं मस्तिष्के इदानीं तु तिष्ठति यथा आदिर्निटुडुवः. सो अत्र धातोः इति स्वीकुर्मः चेत् केवलं धातुषु एव एतादृशः वर्णसमूहः, अतः तत्र एव विषये चिन्तनीयं, प्रत्ययेषु न चिन्तनीयम् इति तत्र लिखितं. सो अत्र अनुवृत्तिविषये अपि तत्र मतभेदाः सन्ति, अत्र अनुवृत्ति न कुर्मः चेत् किं भवति. सो न कुर्मः चेत् तत्र किमपि तत्र क्लेशः तु न भवति, परन्तु यदि स्वीकुर्मः चेत् तेन अपि तत्र कोऽपि बाधा तु न भवति, अपि च अर्थम् अस्माकं मस्तिष्के स्पष्टतया तिष्ठति, तावदेव अस्ति. भगिनी भोदयो धातुः अस्ति, तत्र वाक्यं कारणे लिखितम् अस्ति अत्र भोदयो धातुवाक्यं कारणे अत्र अस्ति लिखितम् उपरि पूर्वे अपि पठितं न महोदय, वा एकं वा एकं धातु अस्ति, वा एक इति पदमपि अस्ति. इदानीं तादृश अत्र महोदय अस्माकं इदानीं तु सः विषयः नास्ति अत्र भू अपि च वा एतस्य सूत्रस्य तत्र अष्टाध्यायी डाट् काम् मध्ये एकवारं विवरणं पठोतु अस्तु अस्तु पठतु महोदय भू अपि च वा इति तत्र धातुद्वयस्य विषये किमर्थं दत्तं भूतो अनुवृत्ति यत्र आवश्यकं तत्रैव स्वीकरणीयं तत्रैव विजनं भवति सर्वाणि सूत्राणि न भवति अनुवृत्ति इत्युक्ते यत्र आवश्यकता अस्ति तत्र एव स्वीकरणीयं इदानीं तत्र द्वित्वप्रकरणमस्ति द्वितीय उदाहरणप्रकरणस्य चेतना भगिनी पठति वा भगिनि द्वित्वप्रकरणं षष्टमाध्याये प्रथमपादे प्रथमं सूत्रं तः षष्ठाध्याये प्रथमपादे द्वादश सूत्रं पर्यन्तम् अस्य प्रकरणस्य अस्य प्रकरणस्य द्वादशसु सूत्रेषु एव सम्पूर्णतया संस्कृतभाषायां कुत्र कुत्र द्वित्वम् अपेक्षते इति सूच्यते अपि च यत्र कुत्रापि द्वित्वम् अपेक्षते तच्च द्वित्वं कथं क्रियते इत्यपि सूचयते अत्र प्रथमबिन्दुः एकाचो द्वे प्रथमस्य इदानीं तत्र द्वादश सूत्राणि सन्ति श्रूयते वा मम ध्वनिः श्रूयते वा श्रूयते परन्तु किञ्चित् ब्रेक्स् सन्ति महोदय परन्तु श्रूयते किमस्ति सुप्र अत्र यः लिखितं तत्र किं लिखितं तदपि वदतु सूत्रस्य अध्ययनं प्राक् तत्र किं लिखितम् अस्य प्रकरणस्य द्वित्वप्रकरणे द्वादश सूत्राणि सन्ति सम्पूर्णसंस्कृतभाषायां कुत्र कुत्र द्वित्वं आगच्छति तत्र एतानि सूत्राणि एव उपयोगं कुर्मः इति लिखितं द्वित्वकार्यं कृते अपि च अत्र लिखितं द्वित्वं कथं क्रियते कथं तत्र शब्दस्य द्वित्वम् अपि च तत्र कथं भवति इति तत्र एतेषु सूत्रेषु एव दत्तं सो केवलं द्वादशसूत्रं कुर्मः चेत् सम्पूर्णसंस्कृतभाषायां द्वित्वं कथं भवति अपि च कदा भवति एतत् सर्वम् अत्रैव दत्तम् अपि च अत्र अस्माभिः तत्र कथं तत्र अनुवृत्तिः स्वीकरणीयम् इति अस्माकं प्रमुखविषयः पदानाम् अनुवृत्तिः इति कथं स्वीकरणीयं प्रथमसूत्रं पठतु भगिनि एकाचो द्वे प्रथमस्य अधिकारसूत्रं द्वादशं सूत्रं पर्यन्तं सर्वत्र अनुवृत्तते सूत्रं स्वयं सम्पूर्णम् एकाचो द्वे प्रथमस्य सूत्रं प्रथमसूत्रमस्ति द्वित्वकार्ये सम्पूर्णसूत्रं द्वादशः सूत्रपर्यन्तम् अनुवृत्ति जायते एकनिमिषः भगिनि अहं नेट्वर्क् चेञ्ज् करोमि मध्ये ध्वनिः भग्नः जायते किमपि न श्रूयते मध्ये ध्वनि श्रूयते वा भगिनि? आम् महोदय. सो एकाचो द्वे प्रथमस्य अस्मिन् करपत्रे तु इत्युक्ते अत्र अस्माकं विषयः द्वित्वप्रकरणं नास्ति, परन्तु अस्माकं विषयः अस्ति अनुवृत्ति कथं स्वीकरणीयम्, अपि च तत्र प्रकरणस्य उदाहरणरूपेण अस्मिन् करपत्रे एतानि सूत्राणि दत्तानि. अतः अत्र सूत्रस्य सम्पूर्ण तत्र अर्थः कः, अपि च अत्र कोऽपि समासः वर्तते वा इति अत्र किमपि न लिखितम्. सो वयं किं कुर्मः, तत्र अष्टाध्यायी डाट् काम् तत्र गत्वा तत्र एतत् सूत्रस्य तत्र किं विवरणम् अस्ति चेत् तत्र पठामः. सो प्रथमे अत्र एकाचो द्वे प्रथमस्य इति यः अस्ति सः अधिकारसूत्रम्. अधिकारसूत्रम् अस्ति चेत् किं करणीयं भगिनि? बहवः सूत्रे तस्य अधिकारः भवति. सो इत्युक्ते अत्र अस्मिन् सूत्रे त्रीणि पदानि सन्ति, तेषां तत्र अनुवृत्तिः अग्रिमेषु द्वादशसूत्रेषु मे बि तत्र अस्माभिः करणीयम् इति अस्ति अधिकारसूत्रस्य तत्र प्रयोजनम्. सो एतस्य सूत्रस्य सम्पूर्णतया तत्र अनुवृत्तिः अग्रिमेषु द्वादशसूत्रेषु तत्र अस्माभिः स्वीकरणीयम्. सो इति प्रथम अधिकारसूत्रम् अस्ति इति अधिकारसूत्रम्. अतः अत्र लिखितं द्वादशं सूत्रं पर्यन्तं सर्वत्र अनुवर्तते. सो द्वादशसूत्रेषु एतस्य सूत्रस्य सम्पूर्णसूत्रस्य कोऽपि एकं विशिष्टपदस्य न, एकाचो द्वे प्रथमस्य इति सम्पूर्ण त्रयाणां पदानां तत्र अनुवृत्तिः द्वादशसु सूत्रेषु तत्र अस्माभिः तत्र स्वीकरणीयम्. अपि च अत्र लिखितं सूत्रं स्वयं सम्पूर्णं. सो पूर्वसूत्रात् अत्र कोऽपि अनुवृत्तिः नास्ति, किमर्थं चेत् सूत्रं स्वयं सम्पूर्णमस्ति. अनन्तरं तत्र उदाहरणानि सन्ति, जाग्र अपि च पच् अपि च इ इति तत्र उदाहरणानि तत्र दत्तं. सो जाग्र इति यः अस्ति तत्र द्वित्वं भवति, तत्र जाग्र भवति, पच् पच् पच् भवति, इ भवति इति एतत् सूत्रम् एतत् सर्वं निर्देशं करोति. सो सूत्रस्य अर्थः कः इति वयम् एकवारं तत्र पठामः सम्पूर्ण रीत्या तत्र किं लिखितम्. 6.1.1 अत्र पठतु, एतत् अधिकारसूत्रमस्ति. अत्र स्क्रीन् दृश्यते वा भगिनि? दृश्यते. अत्र पठतु. अधिकारोऽयम् इतः परं दधान् सदाश्वान् दाश्वान् श अस्ति दाश्वान् दाश्वान् सावान् मीढ्वांश्च इति यावत्सु सूत्रेषु यत् द्वित्वं विधीयते तत् द्वित्वं धातोः प्रथमस्य एकाच् अवयवयस्य भवति. इत्युक्ते तत्र धातोः इति यः अस्ति धातोः, अत्र यद्यपि धातु लिखितं परन्तु अस्माभिः किमर्थं धातोः इति अत्र व्याख्यायां लिखितम् इत्युक्ते अत्र उपरि गच्छामः चेत् अत्र कुत्रापि पूर्वे तत्र किमपि धातो न लिखितं. सो किमर्थम् अत्र धातोः लिखितम् इति वयं कथं जानीमः इत्युक्ते यदा वयम् एतत् द्वादशसूत्राणाम् अध्ययनं कुर्मः चेत् वयं ज्ञातुं शक्यते तत्र इत्युक्ते यत्र द्वित्वस्य निमित्तं यत् अस्ति तत् धातुः एव सम्भवति. सो इत्युक्ते तत्र लिटि परे तत्र शब्दसमूहस्य द्वित्वं भवति. यत्र प्रत्ययस्य श्लौ इत्यनेन लोपः भवति तत्र अपि यः शब्दसमूहः अस्ति तस्य पूर्वे यत् शब्दसमूहः तस्य द्वित्वं भवति. अपि च तत्र एकम् अन्यत् सूत्रमस्ति, एकमस्ति लिटि अपि च तुजादीनाम् अपि च संयङ्गोः सो सन् अपि च यङ् प्रत्ययपरे शब्दसमूहस्य तत्र द्वित्वं भवति. सो एतादृशसूत्राणाम् अध्ययनं कृत्वा एव वयम् अवगन्तुं शक्यते एते प्रत्ययाः तु धातोः एव विधीयते. अतः अत्र व्याख्यानेषु इत्युक्ते यत्र व्याख्या दत्तं सूत्रस्य अर्थः कः तत्र धातु इति पदं लिखितं. परन्तु अत्र धातोः इति पदस्य अनुवृत्तिः नास्ति. इत्युक्ते व्याख्याषु तत्र धातुः लिखितं परन्तु अस्माभिः किं चिन्तनीयं यत् अत्र तु धातु इति पदस्य अनुवृत्तिः पूर्वसूत्रात् नास्ति. सूत्रं तु स्वयं सम्पूर्णं. सो अस्माभिः तत्र किं स्वीकरणीयं शब्दसमूहस्य. सो तत् द्वित्वं शब्दसमूहस्य एव द्वित्वं कस्यचित् शब्दसमूहस्य द्वित्वं भवति. धातु इति तु विशिष्टसंज्ञा अस्ति. धातु इति नामकरणम् अस्ति, टेक्निकल् वर्ड् अस्ति. सो वयं किं वदामः द्वित्वं शब्दसमूहस्य, यस्य शब्दसमूहस्य द्वित्वं क्रियते तत्र प्रथमस्य एका च तत्र सः अवयवस्य भवति इति एतत् सूत्रं वदति. अग्रे पठतु भगिनि, तत्र किमपि तत्र अन्यत् लिखितं तेन आधारेण वयम् एतत् अवगन्तुं शक्यते. अग्रे पठतु भगिनि. एतत् अधिकारसूत्रमस्ति. अस्य व्याप्तिः दाश्वान् सावान् मीड्वाश्च इति यावत् वर्तते. अस्मिन् अधिकारे यत्र कुत्रापि द्वित्वं स्यात् इत्युक्तम् अस्ति तत्र तत् द्वित्वं प्रथम एकाच् अवयवस्य भवतीति अस्य सूत्रस्य अर्थः अस्ति. तत्र प्रथम इत्युक्ते तत्र कोऽपि शब्दसमूहः अस्ति चेत् तत्र अस्माभिः किं करणीयम्, एकाच् कति एकाच् अवयवाः इत्युक्ते यदि वयं तत्र एतत् शब्द एकाचः एकाच् इति शब्दसमूहः स्वीकुर्मः, अस्मिन् शब्दसमूहे तत्र कति स्वराः सन्ति भगिनि? एकाच द्वे स्वराः. सो यदि वयं सत्यं, सो अत्र स्वरद्वयं स्तः. सो अत्र यदि वयं तत्र अवयवः अच् अवयवः कति सन्ति चेत् वयं वक्तुं शक्यते एकारः एकम् अच् अवयवः, अपि च काच् इति यः अस्ति द्वितीय अच् अवयवः. सो अवयव आधारेण शब्दसमूहस्य तत्र भागं कुर्मः चेत् वयं वक्तुं शक्यते अस्मिन् शब्दसमूहे तु एकाच द्वयं, प्रथम एकाच अवयवः द्वितीय एकाच अवयवः. सो अवयवः इत्युक्ते किं भगिनि? अवयवः यथा तत्र हस्तः, हस्तः शरीरस्य अवयवः, हस्तः शरीरस्य अवयवः इत्युक्ते पार्ट्, पार्ट् आफ् सम् होल्. अवयवः इत्युक्ते देर् इस् सम् होल् एण्ड् वी केन् डिवैड् इट् इन् टु पार्ट्स्. सो तथैव शब्दसमूहस्य पार्ट् कस्य आधारेण करणीयं? स्वराधारेण करणीयं. स्वराधारेण द्वित्वविषये शब्दसमूहस्य ये अवयवाः सन्ति स्वराधारेण करणीयं. सो यदि अहम् एकाच् पश्यामः चेत् अत्र एकारः इति प्रथम एकाच् अवयवः भवति, द्वितीय एकाच् अवयवः इति काच् इति भवति. बिकास् ऐ एम् डिवैडिङ्ग् दिस् होल् इन् टु टु पार्ट्स् बेस्ड् आन् द स्वर, बेस्ड् आन् द स्वर. सो ऐ के नाट् से एकार् इस् I can say ekar is one swarah, dirgha akara is another swarah. But what I am, mama vivaksha kim asti? Avayavasya vivaksha asti. I want to divide it into the avayavas. So ekach, A will be the pratham ekach avayavah, kach will be the dhitya ekach avayavah. So tatheva atra, avayavasya, इति ये एतत् शब्दसमूहः स्वीकुर्मः चेत्, नो चेत् भवति भवति इति पदं स्वीकुर्मः चेत्, इति शब्दसमूहः स्वीकुर्मः चेत् अत्र भवति पदे कति स्वराः सन्ति भगिनि? त्रीणि. सो यदि वयं स्वराधारेण एतस्य भागं कर्तुम् इच्छामः चेत् तत्र कति भागाः भवन्ति? सो अत्र भागत्रयं वर्तते, भकारः योग अकारः, एकं भागः, अनन्तरं वकारः अकारः, द्वितीय अवयवः, द्वितीय एकाच अवयवः, ति इति तृतीय एकाच अवयवः. सो अस्माभिः तत्र द्रष्टव्यं यः पूर्वे शब्दसमूहः तत्र कति एकाच अवयवाः सन्ति, अच् आधारेण कति अवयवाः तत्र भवितुं शक्नोति इति मनसि तत्र स्पष्टता अस्ति चेदेव वयं तत्र एतत् सूत्रस्य अर्थम् अवगन्तुं शक्यते. इदानीं सूत्रम् अस्ति एकाचः प्रथमस्य एकाचः द्वे इति सूत्रस्य अर्थः भवति. प्रथमस्य एकाचः इति षष्ठी एकवचनमस्ति. प्रथमस्य एकाचः, सो कीदृश एकाचः? प्रथमस्य एकाचः, यथा भवति इति पदे प्रथमस्य एकाचः किम् अस्ति? भ इति प्रथमस्य एकाच, प्रथम एकाचः. तस्य किं करणीयं? प्रथमस्य एकाचः किं करणीयं? द्वे करणीयं, भागद्वयं तत्र भवति, तत्र द्वित्वं करणीयं. सो सम्पूर्ण भवति इति यः शब्दसमूहः अस्ति चेत् अनेन सूत्रेण एकाचो द्वे प्रथमस्य इति सूत्रेण केवलं भा इति भागस्य एव द्वित्वं भवति अनेन सूत्रेण इति सूत्रं वदति. सो तत्र कथं भवति? भा भवति इति तत्र द्वित्वानन्तरं तत्र शब्दसमूहस्य स्वरूपं भवति. भा भवति इति तत्र शब्दसमूहः भवति. स्पष्टं वा भगिनि एतत्? अग्रे अपि तत्र दत्तम् एकाचः द्वे प्रथमस्य, एकाचः अपि षष्टिविभक्ति वा? षष्ठी एकवचनम् अत्र लिखितं न भगिनि? एकाचः इत्युक्ते हलन्त शब्दः अस्ति, एकाच षष्ठी विभक्तिरूपम् अस्ति एकाचः विसर्ग. सो प्रथमस्य एकाच, प्रथमस्य इति सूत्रे साक्षात् षष्ठी अन्तं पदं दत्तं. सो अत्र सम्बन्धः अस्ति. सो षष्ठीस्थाने योग इति कीदृशसूत्रमस्ति? षष्ठीस्थाने योग संज्ञासूत्रं न परिभाषासूत्रं. षष्ठीस्थाने योग इति परिभाषासूत्रम् अस्ति. षष्ठीस्थाने योग इति परिभाषासूत्रं वदति यस्मिन् सूत्रे षष्ठ्यन्तं पदः सम्बन्धं न दर्शयति तत्र एव षष्ठीस्थानी भवति. यत्र षष्ठ्यन्तं पदं सूत्रे किमपि सम्बन्धं न दर्शयति, षष्ठी इति षष्ठी इति तत्र लोके किं प्रयोजनमस्ति? सम्बन्धं दर्शयति षष्ठी इति सम्बन्धषष्ठी वदामः. सो इत्युक्ते तत्र सामान्य अर्थः षष्ठी विभक्तिपदस्य अर्थः कः? सम्बन्धः तत्र अस्ति. यथा अहं वदामि रामस्य पुत्रः, रामस्य भार्या, सो तत्र पदयोः तत्र सम्बन्धः अस्ति, तदा एव षष्ठीप्रयोगः भवति. सो तस्य नाम अस्ति सम्बन्धषष्ठी. सो षष्ठीस्थाने योग इति सूत्रे यस्मिन् सूत्रे षष्ठीपदद्वारा तत्र सम्बन्धः न निर्दिश्यते तत्र किं भवति? षष्ठीस्थानी भवति, तत्रैव षष्ठीस्थानी भवति. यत्र सम्बन्धः अस्ति तत्र षष्ठी स्थानी न भवति. सो अत्र सूत्रे प्रथमस्य एकाचः अत्र सम्बन्धः अस्ति. कीदृश एकाचः? प्रथमस्य एकाचः. सो अत्र सम्बन्धः अस्ति. सो अत्र स्थानी चिन्तनं नास्ति. किमर्थं चेत् अत्र साक्षात् सम्बन्धः दृश्यते, प्रथमस्य एकाचः. सो तत्र सम्बन्धः अस्ति. प्रथमस्य एकाचः द्वे इति सूत्रं वदति. तस्य द्वे इत्युक्ते द्वित्वं, तस्य द्विवारं तत्र प्रयोगः भवति. सो यदा तत्र एकाचः अस्ति, एकाच तु विशिष्ट तत्र द्वितीयसूत्रं कार्यं करोति. सो भवति इति यः अस्ति तत्र भवति भवति. इदानीम् अग्रे पठतु. सो एतत् प्रथम एकाचस्य द्वित्वं भवति इति सूत्रं. तत्र तत् द्वित्वं यः द्वित्वम् अस्ति, कस्य द्वित्वं भवति? द्वित्वं भवति. कस्य द्वित्वं भवति? प्रथम एकाचः अवयवस्य द्वित्वं भवति. सो अत्र प्रथम एकाच अवयवः भकारः, भा इति भागः, भयोग अकारः, तस्य एव द्वित्वं भवति अनेन सूत्रेण. अग्रे अपि पठतु, किं नाम प्रथम एकाच अवयवः? किं नाम प्रथम एकाच अवयवः? अस्य शब्दस्य व्याख्यायाः विषये व्याकरणशास्त्रे महती चर्चा क्रियते, परन्तु संक्षेपेण एतत् वक्तुं शक्यते. सर्वदा एकाचः एतत् बिन्दुद्वयं सर्वदा स्मर्तव्यं. प्रथमबिन्दुः अस्ति, यदि शब्दे एकः एव स्वरः अस्ति तर्हि सः सम्पूर्णः शब्दः एव प्रथमः एकाच अवयवः नाम्ना ज्ञायते. यथा पच् इत्यस्य एकाच अवयवः अपि पच् इत्येव. किमर्थ प्रथमबिन्दुः अर्थः? पच् मध्ये एकः अच् अस्ति, अकारः अस्ति, परन्तु सम्पूर्ण अवयवः नीतव्यम् इति वा? तदेव प्रथमबिन्दुः. यस्मिन् शब्दसमूहे तत् इति शब्दसमूहे, तत् इति स्वीकुर्मः, तत् इति शब्दसमूहे एकमेव अच् वर्णः. सो अत्र अच् वर्णस्य आधारेण अवयवाः कति सन्ति चेत् एकमेव सन्ति अच् आधारेण. सो अच् आधारेण एकमेव अवयवः, तदेव भवति प्रथम एकाच अवयवः. अत्र एकमेव अवयवः अस्ति अच् आधारेण, इत्युक्ते तत्. बिकास् when we divide, see, suppose I say divide 4 by 2, so 2 2s are 4, so tatra to sampurnataya division kartum shakyate, parantu atra to I cannot leave this the last the as it is na, then I have not divided this, so what I have to do, I will take this whole as the ekam eva ekach avyavah. So atra likhitam yasmin shabde yadi shabde ekam eva swarah asti. सो तत्र प्रथम एकाच अवयवः, द्वितीय एकाच अवयवः, तृतीय एकाच अवयवः तु न भवितुं शक्नोति. सो तत्र एकमेव अवयवः अस्ति एक अच् आधारेण. तु सम्पूर्णशब्दः एव प्रथम एकाच अवयवः भवति, यथा पच् पठ् वद्. सो तत्र सम्पूर्णधातुः द्वित्वं भवति. सो पच् पच् भवति, पठ् पठ् भवति, वद् वद् भवति, इ भवति. किमर्थं चेत् एकमेव एकाच तत्र अस्ति. यत्र यत्र स्वरद्वयम् अस्ति तत्र चिन्तनीयं, प्रथम एकाच अवयवः कः, द्वितीय एकाच अवयवः कः, तृतीय एकाच अवयवः अस्ति वा नास्ति. सो प्रथमबिन्दुः अस्ति प्रथम एकाच अवयवः. अस्य विषये व्याकरणशास्त्रे महती चर्चा अस्ति. महती इति स्त्रीलिङ्गपदमस्ति. किमर्थं चेत् चर्चा इति स्त्रीलिङ्गपदमस्ति. सो महत् अपि च महती, महतीं, महती चर्चा क्रियते. सो डिफ्रेण्ट् डिफ्रेण्ट् तत्र बहु तत्र एतस्य विषये बहु चर्चा अस्ति, परन्तु संक्षेपेण एतत् एव तत्र स्मर्तव्यम् अस्माभिः. किं यदि यत्र शब्दसमूहस्य तादृशशब्दसमूहस्य द्वित्वम् अस्ति यस्मिन् एकमेव अचवर्णः, तत्र सम्पूर्णशब्दसमूहस्य द्वित्वं भवति, यथा पच् पठ् वद् लिख् लिख् इति यः अस्ति, लिख् इति धातुः अपि एकमेव अचवर्णः, लकार उत्तरवर्ति इकारः, अनन्तरं खकारः हल्वर्णः. सो तत्र लिख् लिख् भवति. सो दाव् दाव् दाव् भवति, पच् पच् भवति, पठ् पठ् भवति. सो प्रथमबिन्दुः अस्ति अनेन सूत्रेण, यदा तत्र तादृशशब्दसमूहः यत्र एकमेव स्वरवर्णः तत्र सम्पूर्णशब्दसमूहस्य द्वित्वं भवति इति प्रथमबिन्दुः। सर्वैः अवगतं वा? कोऽपि प्रश्नः अस्ति वा? एकवारं द्वितीयबिन्दु पठित्वा तत्र पुनः एतस्य विषये चिन्तनं कुर्मः। द्वितीयं बिन्दुः लिखितमस्ति, सम्पूर्णं तु न लिखितमस्ति अत्र। सम्पूर्णम् इत्युक्ते सम्पूर्णम् एकाचि मध्ये द्वित्वं भवति तु तत्र तत् कथं जानीमः? व्याख्या आधारेण, ये वैयाकरणाः वदन्ति तस्य आधारेण एव ज्ञातुं शक्यते। व्याख्या वैयाकरणाः तत्र ये व्याख्या दत्तं तत्र एव लिखितं। यदि तत्र शब्द यस्य शब्दसमूहस्य द्वित्वं करणीयं, प्रथमबिन्दुः अस्ति, यदि शब्दसमूहे एकमेव अचवर्णः तत्र सम्पूर्ण शब्दसमूहस्य द्वित्वं भवति इति प्रथमबिन्दुः। द्वितीयबिन्दु अपि पठतु भगिनि। यदि शब्दे द्वौ वा अधिकाः स्वराः सन्ति तर्हि शब्दस्य प्रथमवर्णात् आरभ्य शब्दस्य द्वितीयस्वरपर्यन्तं परन्तु द्वितीयस्वरं विहाय यः वर्णसमुदायः जायते सः प्रथमः एकाच् अवयवः भवति। यथा जाग्र इत्यस्य एकाच् अवयवः जाग् इति। किं लिखितम् अत्र? भगिनी क्षम्यतां, स्क्रीन् यदा पठितं न तत् न दृश्यते भगिनी, अन्य स्क्रीन् दृश्यते। इदानीं दृश्यते वा भगिनि? तदेव दृश्यते। इदानीं दृश्यते? इदानीं दृश्यते। किं लिखितं द्वितीयबिन्दु भगिनि? यदि शब्दे एकाच् न द्वौ या अधिकाः स्वराः सन्ति तर्हि प्रथमवर्णात् वर्णः स्वीकृत्य तस्य स्वीकृत्य इत्युक्ते प्रथमवर्णात् आरभ्य शब्दस्य द्वितीयस्वर पर्यन्तं परन्तु द्वितीयस्वरं विहाय यः वर्णसमुदाय जायते सः प्रथमः एकाच् अवयवः भवति। किं वदति? द्वितीय वर्णस्य प्रथमभागं अपि स्वीकरणीयं स्वरविहाय। प्रथमवर्णः आरभ्य द्वितीयवर्णस्य प्रथमभागमपि स्वीकरणीयम्। केवलं स्वरः न द्वितीयवर्णस्य स्वरः न स्वीकरणीयं, परन्तु तस्य प्रथमभागं स्वीकरणीयम्। एतस्य बिन्दु आधारेण भवति इति पदस्य प्रथम एकाच् अवयवः किम् अस्ति द्वितीयबिन्दु आधारेण, यत् अत्र लिखितं, यदि शब्दे द्वौ वा अधिकस्वराः सन्ति यथा अत्र तर्हि शब्दस्य प्रथमवर्णात् आरभ्य बकार आरभ्य शब्दस्य प्रथमवर्ण आरभ्य शब्दस्य द्वितीयस्वरपर्यन्तं। द्वितीयस्वर कुत्र अस्ति भगिनि? उत्तर उत्तरवर्तीयः आकारः सः द्वितीयस्वरः। द्वितीयस्वरपर्यन्तं यत् भागं तत्सर्वं प्रथम एकाच अवयवः इति वदति। पूर्वे वयं किं वद तत्र दृष्टवन्तः, ब इति एकम् अवयवः, व इति द्वितीय अवयवः, ति इति तृतीय अवयवः, परन्तु अत्र तथा न लिखितम्। अत्र किं लिखितम्? द्वितीयस्वरपर्यन्तं यत् भागः तत् सर्वं प्रथम एका च अवयवः. सो भव भव इति भागं प्रथम एका च अवयवः द्वितीयस्वर विहाय इति प्रथम एका च अवयवः. यदि शब्दे एकम् एव अचवर्णः तत्र एका च अवयवः कः? इदानीं तत्र बिन्दुद्वयम् एकाच प्रथम एकाच अवयवः किम् इति तत्र प्रश्नः अस्ति. प्रथम एकाच अवयवः इत्युक्ते किम्? प्रथमबिन्दुः अस्ति यदि शब्दसमूहे एकमेव अचवर्णः सम्पूर्णशब्दसमूह एव प्रथम एकाच अवयवः. सो तत्र सम्पूर्णशब्दसमूहस्य द्वित्वं भवति, पच् पच् भवति इति द्वित्वं. पच् पच् कृत्वा एव एतत् द्वित्वम् अनन्तरं भवति शब्दसमूहः. यदि शब्दसमूहे एकमेव अचवर्णः नास्ति, अनेकाः द्वौ अथवा अधिक अचवर्णाः सन्ति, तत्र प्रथमवर्ण आरभ्य द्वितीयस्वरपर्यन्तं यत् भागं तत् भवति किम्? भव इति किम् अस्ति? प्रथम एकाच अवयवः. तदेव लिखितं न, प्रथम एकाच अवयवः किम्? अस्य शब्दस्य कृते बहु महती चर्चा अस्ति व्याकरणशास्त्रे, परं सारांशः तु एतदेव. किं सारांशः? प्रथमबिन्दुः अस्ति यदि यस्य शब्दसमूहस्य द्वित्वं करणीयं, यदि तस्मिन् एकम् एव अचवर्णः यथा पट् तत्र एकमेव अचवर्णः अस्ति, तत् सर्वं सम्पूर्णशब्दसमूहस्य तत्र द्वित्वम् अस्माभिः करणीयं. सो तत्र भवति पठ् पठ् इति द्वित्वम् अनन्तरं भवति. यदि शब्दसमूहस्य इति प्रथमबिन्दुः एकमेव आचवर्णः अस्ति शब्दसमूहस्य, किमपि शब्दसमूहः, दाव् दाव् इति एकं धातु अस्ति. वै वी आर् डिस्कसिङ्ग् ओन्ली धातु? बिकास् we know that vyakaranashastre dhatunam eva ditvam bhavati. why do we say this dhatunam eva ditvam? Because atre ye vidhi sutrani santi tatra tadrish pratyah santi ye dhatoho eva vidiyante, ataha vayam dhatu vishaye eva chintanam kurmah. So dhavapi ekam dhatu asti. Atre kati eka atre kati achvarnaha bhagni? Ekam. सो यदि एतस्य शब्दसमूहस्य द्वित्वं कुर्मः चेत् किं भवति? धाव् धाव् धाव् धाव् भवति. सो यत्र इति प्रथमबिन्दुः, यत्र शब्दसमूहस्य एकमेव अचवर्णः तत्र सम्पूर्णशब्दसमूहस्य द्वित्वम् अस्माभिः करणीयम्. केन सूत्रेण? प्रथमस्य एकाच द्वे इति सूत्रेण अत्र द्वित्वं भवति. एतत् अधिकारसूत्रमपि अस्ति, अनेन सूत्रेण एव द्वित्वस्य निर्देशः, कथं द्वित्वं करणीयं. तथैव सपोज् इक् स्मरणे इति धातु अस्ति, इन् गतौ इति धातु अस्ति, इन् गतौ इति धातु अस्ति, अनुबन्धानां निष्कासनम् अनन्तरं किम् अवशिष्यते अत्र हलन्त्यम् इति सूत्रेण? इ अत्रापि इ. सो अत्र कति एकाचः अति कति अचवर्णः? एकम्. सो अत्र यदा वयं द्वित्वं कुर्मः इ भवति, सम्पूर्णशब्दसमूहस्य द्वित्वं. यदि अत्र द्वित्वम् अपेक्षितं चेत्, द्वित्वं करणीयं चेत् इ इति द्वित्वम्, अत्रापि इ इति द्वित्वम्. अवगतं वा भगिनि? इति प्रथमबिन्दुः. सो यदि शब्दे एकमेव स्वरः अस्ति तर्हि सः सम्पूर्णशब्दः एव प्रथम एकाच अवयवः, तस्य द्वित्वं करणीयं. प्रथमस्य एकाच द्वे इति सूत्रेण तस्य किं भवति? द्वित्वं भवति. कदा भवति तत् अग्रे पश्यामः, परन्तु तत्र द्वित्वम् एतादृशरीत्या करणीयम्. अत्र अनुबन्धलोपः अनन्तरं द्वित्वम्? आम्, अनुबन्धानां निष्कासनम् अनन्तरम् एव द्रष्टव्यं कति स्वराः अवशिष्टस्वराः. औपदेशिक अवस्थायां न द्रष्टव्यम्, अनुबन्धानां निष्कासनम् अनन्तरं द्रष्टव्यं कीदृशशब्दसमूहः अस्ति, तत्र एक अचवर्णः अस्ति वा अनेकाच् अस्ति इति तत्र द्रष्टव्यम्। इदानीं तत्र द्वितीयबिन्दुः वदतु, कोऽपि प्रश्नः अस्ति वा? पट् धातोः पट् पट् भवति खलु? आम्, परन्तु इक् धातुः एव भवति, कथम्? किमर्थं चेत् एकमेव तत्र सम्पूर्ण होल् इति इ एव अस्ति, एकमेव वर्णः, सः वर्णः अच् वर्णः इत्युक्ते अत्र पठ मध्ये मूलधातु पठ अस्ति खलु, मूलधातु पठ अस्ति, अनुबन्धानां निष्कासनम् अनन्तरं पठ इति अवशिष्यते, पठ मध्ये एकमेव अच् वर्णः अस्ति, सो प्रथमवर्ण आरभ्य द्वितीयस्वरपर्य अत्र तु द्वितीयस्वरः एव नास्ति, सो सम्पूर्ण इति अतः भिन्नरीत्या लिखितं, प्रथमबिन्दु लिखितं। यदि शब्दसमूहस्य यस्य द्वित्वम् अपेक्षितं तत्र एकमेव अच् वर्णः अस्ति चेत् सम्पूर्णशब्दसमूह एव किं नाम्ना ज्ञायन्ते, प्रथम एकाच, तत् एव अस्ति सम्पूर्ण एव प्रथम एकाच अवयवः। एकनिमिषः एकनिमिषः महोदय, अनुसूय भगिनी कः प्रश्नः? आम्, अत्र ककारस्य इत्संज्ञा अस्ति, अत्र तु ठकारस्य इत्संज्ञा नास्ति, अत्र ककारः अन्तिमवर्णः, सो ककारस्य हलन्त्यम् इति सूत्रेण इत्संज्ञा भवति, परन्तु पठ इति यः अस्ति अन्तिमवर्णः अनुनासिककारः, सो उपदेशे अजनुनासिक इति सूत्रेण अन्तिम अकारस्य इत्संज्ञा भवति, पठ इति अवशिष्य। इदानीं ठकारः अन्ते नास्ति, अकारः अन्ते अस्ति, अतः ठकारस्य इत्संज्ञा तु न भवितुं शक्नोति, अन्तिम हल् नास्ति, अन्ते तु अकारः अस्ति, परन्तु अत्र इक् इति धातौ ककारः अन्तिम वर्णः, न तु कोऽपि स्वरः। वदतु महोदय, किमस्ति भगिनि? एकाच् अस्ति तु प्रथमस्य एव द्वित्वं भवति, द्वे अपि अस्ति तु द्वे द्वितीयमस्ति, एकाच् द्वे प्रथमस्य, तदेव सेकेण्ड् बिन्दु। सो यदि एकमेव अच् वर्णः, इदानीम् अहं स्पष्टतया जानामि तत्र सम्पूर्णशब्दसमूहस्य द्वित्वं करणीयं यदि शब्दसमूहे एकमेव अच् वर्णः। इदानीं प्रश्नः अस्ति यदि शब्दसमूहे द्वे वा अधिकस्वराः सन्ति तत्र कथं करणीयम् इति तत्र प्रश्नः। सो किं लिखितम् अत्र द्वितीयबिन्दुः अस्ति, तत्र किं लिखितं वदतु भगिनि, तत्र किं लिखितं? यदि प्रथमस्वर आरभ्य द्वितीयस्वरपर्यन्तं स्वीकरणीयम् इत्येव लिखितं। सो यदि शब्दसमूहे बहु एक अधिकस्वराः सन्ति तत्र किं करणीयम् इति इदानीं प्रश्नः। यथा जागृ इति धातुः, जागृ इति लौकिकधातुः अस्ति, इत्युक्ते अनुबन्धानां निष्कासनम् अनन्तरं जागृ इति लौकिकधातुः अस्ति, सो जागृ इति धातु मध्ये अच् द्वयं, दीर्घ आकारः अपि च ऋकारः, सो अत्र तु एकमेव अच् वर्णः नास्ति, सो द्वितीयबिन्दु तत्र कार्यं करोति। यत्र शब्दसमूहे द्वे द्वौ वा अधिकस्वराः सन्ति तत्र प्रथमवर्ण आरभ्य इत्युक्ते जकार आरभ्य द्वितीयस्वरपर्यन्तं, परन्तु द्वितीयस्वरविहाय द्वितीयस्वरपर्यन्तं यत् भागं तत् भवति तस्य नाम कः? जाग् इति भागस्य नाम कः? प्रथम एकाच अवयवः। सो जागृ इति द्वित्वं कुर्मः चेत् कथं भवति? जाग् जागृ इति भवति, सो जाग् जागृ इति भवति इति तत्र द्वितीयबिन्दुः अर्थः। इदानीं प्रथम एकाच द्वे इति सूत्रस्य कृते अपवादसूत्रमपि अस्ति, एतत् अधिकारसूत्रम्, अधिकारसूत्रस्य अपि अपवादः अस्ति, तदस्ति द्वितीयसूत्रं। सो यदि शब्दसमूहे यथा भवति, वी आर् जस्ट् टेकिङ्ग् दिस् एन् एक्साम्पल्, भवति इति शब्दसमूहे तत्र द्वौ अथवा अधिकस्वराः तत्र सन्ति, अतः ब आरभ्य द्वितीयस्वरपर्यन्तं यद् भागं तद् भवति प्रथम एका च अवयवः. सो भव इति यः अस्ति सः अस्ति प्रथम एका च अवयवः. यदि अत्र द्वित्वं कुर्मः चेत् भव भवति, भव भवति प्रथम एकाचस्य द्वित्वं भवति, न तु सम्पूर्णस्य. सो सम्पूर्णं इति यः भागः तत् तस्य द्वित्वं न भवति, एकाच प्रथम एकाचस्य एव द्वित्वं भवति. सो जाग् जागृ इति तत्र प्रथमसूत्रस्य अर्थः. सर्वैः अवगतं वा? इदानीं तत्र द्वितीयसूत्रं तत्र अस्ति अपवादसूत्रं, प्रथमसूत्रस्य अपवादसूत्रं, तत् किम् एकवारं पश्यामः द्वितीयसूत्रम्. अस्तु भगिनि, धन्यवादः. अवगतं वा भगिनि, कोऽपि प्रश्नः अस्ति वा? अवगतं. सो एकाचो द्वे प्रथमस्य, प्रथमस्य एकाचः द्वे इति सूत्रं वदति. सो तादृशशब्दसमूह, सो अत्र बिन्दुद्वयं, प्रथमस्य एकाचस्य द्वित्वम् इति सूत्रस्य अर्थः. प्रथमस्य एकाचस्य द्वित्वम् इत्युक्ते प्रथम एकाच अवयवस्य द्वित्वम् इति सूत्रं वदति. सो प्रथम एकाच अवयवः कः इति चिन्तनम् अस्ति चेत् तत्र बिन्दुद्वयं सर्वदा स्मर्तव्यं. प्रथमबिन्दुः अस्ति, यदि शब्दसमूहे एकम् एव अच् वर्णः अस्ति तत्र सम्पूर्णशब्दसमूहस्य द्वित्वं करणीयं, तदेव अस्ति प्रथम एकाच अवयवः. द्वितीयबिन्दुः अस्ति, यदि शब्दसमूहे द्वौ वा अधिकस्वराः सन्ति चेत् तत्र प्रथमवर्ण आरभ्य द्वितीयस्वरपर्यन्तं परन्तु द्वितीयस्वरविहाय यत् भागं तद् तस्य नाम अस्ति प्रथम एका च अवयवः, तस्य भागस्य एव द्वित्वं करणीयम् इति तत्र एकाच द्वे प्रथमस्य. सो इन् बै दिस् सूत्र वी हेव् कवर्ड् दोस् टैप् आफ् धातूस् विच् आर् एकाच धातु and which are having more than two or three swaras in it. Idanim tatra apvad anekaach, tat anekaach asti va ekaach asti va itya tatra kimapi na likhitam. So atra vayam janimah pratham yah ekaach avyavah tasya eva ditvam karaniyam anena sutrena. Idanim etasya sutrasya apvad sutram asti अजाधेर् द्वितीयस्य इति द्वितीयं सूत्रं. मञ्जुरी भगिनी पठति वा भगिनी द्वितीयसूत्रम्? अजाधेः द्वितीयस्य 6.1.2 षष्ठे अध्याये प्रथमपादे द्वितीयसूत्रम् अधिकारसूत्रं द्वादशसूत्रं षष्ठे अध्याये प्रथमे पादे द्वादशपर्यन्तं सर्वत्र अनुवर्तते. सूत्रं स्वयं सम्पूर्णं, उदाहरणार्थम् ऊर्णु ऊर्णु नु इति. सो एतत् सूत्रं वदति अजाधेर् द्वितीयस्य. अजादे शब्दसमूह अजादि अस्ति, तस्य कः अर्थः? अजादि शब्दसमूहः अस्ति चेत् सत्यं. सो अच् आदि यस्य सः अजादिः इति तत्र बहुभिः समासः भवति. अजादि इत्युक्ते अच् आदि यस्य सः अजादिः. सो तादृशशब्दसमूहः यस्य आदौ अच् वर्णः अस्ति तस्य किं द्वितीयस्य एकाचः द्वे इति तत्र सूत्र अनुवृत्तिः भवति. इदानीं तत्र अत्र पठामः, अत्र तु सर्वं न दत्तं. सो इति अत्र अष्टदे डाट् काम् दृश्यते वा भगिनि? तत् सो अजादेः द्वितीयस्य, तत्र लिखितम् अजादेर् तो विसर्गस्य रेफादेशः, किमर्थं चेत् मृदुव्यञ्जनः परे अस्ति, द दकारः इति मृदुव्यञ्जनः, सो मृदुव्यञ्जने परे विसर्गस्य तत्र रेफादेशः भवति. अतः सूत्रे किं लिखितम्? अजादेर् द्वितीयस्य, सो अजादेः पदविच्छेदः कुर्मः चेत्, सन्धिविच्छेदः कुर्मः चेत् अजादेः द्वितीयस्य. अत्र पूर्वसूत्रात् अत्र अधिकारसूत्रमस्ति, अतः तत्र पदयोः अनुवृत्तिः भवति. अत्र पठतु एकाचो द्वे प्रथमस्य. एकाचो द्वे प्रथमस्य षष्ठे अध्याये प्रथमपादे प्रथमसूत्रम् अस्मिन् अधिकारे उक्तं विक्वमनेकाच् अजादि शब्दस्य द्वितीय एकाच् अवयवस्य भवति. एकाचो द्वे प्रथमस्य इत्यतेन उक्तस्य द्वित्वस्य अयम् अपवादः. अस्य प्रसक्तिः अस्मिन् द्वित्वप्रकरणे इत्युक्ते एकाचो द्वे प्रथमस्य इत्यस्य अधिकार श्रूयते महोदय, सम्यक् श्रूयते. अत्र अस्मिन् अधिकारे द्वित्वं विधीयते. तत्र यदि अङ्गम् अनेकाच् अस्ति, अजादिः च अस्ति, तर्हि एकाचो द्वे प्रथमस्य इत्यतेन तस्य प्रथम एकाच् अवयवस्य द्वित्वे प्राप्ते अनेन सूत्रेण द्वितीय एकाच् अवयवस्य द्वित्वं विधीयते. अजादिशब्दस्य द्वितीय एकाच् अवयवः कः अस्ति? शब्दस्य प्रथमस्वरं विहाय द्वितीयस्वरपर्यन्तं यः वर्णसमुदायः तस्य द्वितीय एकाच् अवयवः इति संज्ञा भवति. यथा अटि अस्य निजन्तधातोः टि इति द्वितीय एकाच् अवयवः. ज्ञातव्यम् अत्र सूत्रस्य अर्थे अनेकाच् इति निर्दिश तत् त्यजतु भगिनि. एतावत् पर्यन्तं किम् अवगन्तं तत् वदतु भगिनि. अत्र अजादेः द्वितीयस्य, अत्र एकाचो द्वे प्रथमस्य इति सूत्रस्य यस्य अस्मिन् अधिकारे उक्तं द्वितम् अनेकाच् अजादिशब्दस्य द्वितीय एकाच् अवयवस्य भवति. अत्र किम् उदाहरणार्थ द्वितीय एकाच् अस्ति, तस्य द्वित्वं भवति कुत्र? यदि शब्दसमूह अजादि अस्ति अपि च अनेकाच् अस्ति. हा, अनेकाच् अस्ति, अजादि तथा अनेकाच् अस्ति. अत्र लिखितम् एतत् अजादेर् द्वितीयस्य इति सूत्रम् एकाचो द्वे प्रथमस्य अपवादः इत्यनेन उक्तं द्वित्वस्य अयम् अपवादः. एकाचो द्वे प्रथमस्य अयम् अपवादः, सो दिस् इस् अन् अपवाद् फार् एकाचो द्वे प्रथमस्य. किमर्थम् अपवादः? अत्र विशिष्ट शब्दसमूहस्य विषये उक्तं, पूर्वे तु सामान्य उक्तम्. शब्दसमूहस्य प्रथमस्य एकाचो द्वे द्वित्वं करणीयम् इति सूत्रे लिखितम्. इदानीं वदति यदि शब्दसमूह अजादि अस्ति, यदि शब्दसमूह अजादि अस्ति, केवलम् अजादि न, यदि शब्दसमूह अजादि अस्ति तत्र अपि च अनेकाच् अस्ति, अजादि अस्ति प्लस् अनेकाच् अस्ति, तत्र द्वितीय एकाच् अवयवस्य द्वित्वं करणीयम्. अत्र पश्यतु इकारः इक् इति धातुः यदि द्वित्वम् अपेक्षते चेत् तत्र इकारस्य इत्संज्ञा भूत्वा इकारः, अवशिष्यते. इकारः अजादि अस्ति, अस्ति वा नास्ति भगिनि? अजादि परन्तु इक् इति धातुः अजादि धातु अस्ति परन्तु अनेकाच् नास्ति. अनेकाच् इत्युक्ते अनेकाः स्वराः. मोर् देन् वन्. सो अत्र यद्यपि अजादि अस्ति परन्तु अनेकाच् नास्ति. अतः इक् धातु विषये यदि द्वित्वं करणीयं चेत् प्रथमसूत्रेण एव द्वित्वं करणीयम्, एकाच् द्वे प्रथमस्य. अत्र न केवलम् अजादि लिखितं परन्तु द्वितीयस्य, अत्र यः द्वितीयस्य इति शब्दं लिखितं तेन वयं ज्ञातुं शक्यते न केवलम् अजादि इति अत्र इष्टम्, अपि च अनेकाच् तत्र द्वितीय एकाच् अपि भवेत् न. अत्र तु द्वितीय एकाच् एव नास्ति. सो द्वितीयस्य शब्दस्य एव वयम् अवगन्तुं शक्यते. तादृशशब्दसमूह यत्र प्रथम कंडीशन अस्ति अजादि, यत्र अजादि अस्ति, द्वितीयम् अस्ति यत्र अनेकाच् अचवर्णः. परन्तु इक् इण् अत्र तु यद्यपि अजादि अस्ति परन्तु अनेकाच् नास्ति. अतः द्वितीयसूत्रम् अत्र कार्यं न कर्तुं शक्यते. इक् विषये द्वितीयसूत्रं कार्यं न कर्तुं शक्यते अजादेर्द्वितीयस्य. किमर्थं चेत् अत्र द्वितीय अवयवः एव नास्ति, अत्र एकमेव एकाच् अवयवः. सो अत्र किम् अस्मिन् सूत्रे किं लिखितम्? अजादेर्द्वितीयस्य यत्र धातुः अजादि अस्ति अपि च अनेकाच् च अस्ति, अजादि च अस्ति, अनेकाच् अस्ति. अङ्गम् अङ्गम् इत्युक्ते अङ्गं लिखितं किमर्थं चेत् धातोः प्रत्ययस्य प्राक् यद् भागं तत् अङ्गम् अस्ति. और् एण्ड् द द्वित्वं हेपन्स् बिकास् आफ् द प्रत्यय. यानि अत्र विधिसूत्राणि सन्ति केन कारणेन धातु द्वित्वं भवति? सर्वदा तु द्वित्वं न भवति, सर्वदा तत्र धातूनां द्वित्वं न भवति, कुत्र कुत्र एव द्वित्वं भवति. सो अतः द्वित्वस्य कार्यस्य कृते निमित्तम् अपेक्षितं. तादृशनिमित्तं सूत्रे पठामः चेत् तत्र प्रत्ययः एव निमित्तं भवति द्वित्वं द्वित्वस्य विषये. अतः अङ्गम् इति लिखितं. यदि अङ्गम् अनेकाच्, सो अङ्गम् इत्युक्ते प्रत्ययस्य प्राक् यत् भागं तद् अङ्गं, तस्य अङ्गम् इति संज्ञा अस्ति. सो अत्र धातुरूपी अङ्गम् अस्ति, धातुः एव अङ्गं भवति. सो अजादेर्द्वितीयस्य इति सूत्रं वदति तादृश अङ्गं, तादृशशब्दसमूह यस्मिन् अनेकाच् स्वराः सन्ति अपि च यः अजादि अस्ति तत्र द्वित्वस्य द्वित्वं करणीयं चेत् द्वित्वसूत्रेण करणीयं, न तु प्रथमसूत्रेण करणीयम्. अस्माकं करपत्रे अस्ति तत्र ऊर्णु. किमस्ति तत्र? ऊर्णु. सो ऊर्णु विषये वदतु भगिनि अनेन. ऊर्णु इति शब्दसमूहे उ इति अच् वर्णः, णुः तत्र नु, तत्र नु योग रु अस्ति द्वितीय अजादि. तत्र द्वितीय अजादि द्वितीयस्य अजादि णु अस्ति तथा नु इति शब्दस्य द्वित्वं भवति. ऊर्णु, सो ऊर्णु इति अजादि अपि अस्ति अनेकाच् अपि अस्ति, अच् द्वयम् अत्र. दीर्घ उकारः अपि च अन्ते ह्रस्व उकारः अपि च अजादि अस्ति. ऊ इति अच् वर्णः. सो अनेन सूत्रेण अजादेर्द्वितीयस्य, अजादेर्द्वितीयस्य इति सूत्रं किं वदति? यत्र धातुः अजादि अस्ति अपि च अनेकाच् अस्ति तत्र प्रथम स्वर विहाय, इत्युक्ते वी हेव् टु ड्राप् दिस् ऊर्णु. अपि च अत्र पश्यतु अत्र कथं द्वित्वं भवति. ऊर्णु इति प्रथमभागः, इदानीं तत्र प्रथमस्वर विहाय द्वितीयस्वरपर्यन्तं यत् भागः तत् अस्ति द्वितीय एकाच् अवयवः. सो अत्र किम् उक्तं भगिनि? किमस्ति द्वितीय एकाच् अवयवः? नु ऋणु ऋणु ऋ अपि अस्ति न ऋणु अस्ति इति दत्वा मात्र भवति ऊर्णु ऋणु इति तत्र दत्वा अनन्तरं भवति तथैव तत्र अस्ति यदा तत्र एतादृशः तत्र एकम् अन्यद्धातुः अस्ति इट् इस् आल् वैट् बोर्ड् दृश्यते वा यदा अर्च धातुः विषये निच् प्रत्ययः योजयामः इट् बिकम्स् अर्चि अर्चि अर्चि इति निजन्त आतिदेशिकधातुः अस्ति अर्चि इति आतिदेशिकधातुः सो अर्चि अत्र द्वित्वं करोतु भगिनी कथं भवति अर्चि द्वित्वम् अर्चि अपि च द्वितीय एकाचावयः अग्रे स्थापनीयम् प्रथमस्वर विहाय अकार विहाय द्वितीयस्वरपर्यन्तं यत् भागं तदस्ति द्वितीय एकाच अवयवः द्वितीयस्य सो द्वितीयस्य अवयवस्य तत्र द्वित्वं भवति सो द्वितीयः अवयवः कः भगिनी अत्र रुचि रेफः अपि अस्ति न भगिनि रचि रुचि भवति रेफः अपि च चि सो रुचि भवति इति द्वितीया इति द्वित्वम् अनन्तरं तत्र दृश्यते इदानीं तत्र यः तृतीयं सूत्रम् अस्ति तत्र लिखितं किमर्थं रेफः न स्वीकरणीयं सो तत्र तृतीयः 613 इति यः सूत्रम् अस्ति तत्र रेफस्य निर्देशः रेफस्य निषेधः सो इदानीं सूत्रद्वयम् अस्माभिः पठितं सो यत्र धातुः एकाच् अस्ति वदतु कोऽपि प्रश्नः अस्ति वा अत्र द्वितीयस्वरपर्यन्तं रेफ ऐ मीन् अर्चि अ र च इ खलु अतः प्रथम अच् द्वितीयस्वरपर्यन्तम् इत्युक्ते अर्च् भवति खलु प्रथम न अत्र द्वितीयस्य एकाचस्य द्वित्वं भवति सो द्वितीय एकाचः इत्युक्ते अत्र आदौ एव स्वरवर्णः द्वितीयस्य विषये आदौ एव स्वरवर्णः सो तत् स्वरवर्णः अस्माभिः तत्र ड्राप् करणीयं प्रथमस्वरव्यः सो एतादृशः विशिष्टशब्दसमूहः यत्र अनेकाच् अस्ति परन्तु आदौ स्वरः अपि अस्ति जाग्रापि अनेकाच् आसीत् तत्र एक अधिक स्वरवर्णः परन्तु अजादि नास्ति सो अस्य विषये द्वितीयसूत्रं कार्यं न कर्तुं शक्यते अजादेर्द्वितीयस्य किमर्थं चेत् यद्यपि अनेकाच् अस्ति परन्तु अजादि नास्ति सो अत्र एतद् द्वितीयसूत्रं कार्यं न कर्तुं शक्यते अतः अत्र तु प्रथमसूत्रेण एव तत्र प्रथमस्य एकाचस्य एव द्वित्वं करणीयम् इदानीं वदति तादृशधातवः ये अनेकाच् तु सन्ति परन्तु अजादि अपि सन्ति अनेकाच् अपि सन्ति तत्र द्वितीयसूत्रस्य एव तत्र द्वितीयसूत्रेण एव कार्यं करणीयम् अन्येषां सर्वेषां कृते तु प्रथमसूत्रेण एव द्वितीयं करणीयं सो एतत् सूत्रद्वयम् एकाचो द्वे प्रथमस्य अजादेर्द्वितीयस्य यद्यपि अधिकारसूत्राणि परन्तु अत्र एव निर्देशः शब्दसमूहः कीदृशः अस्ति चेत् कथं द्वित्वं करणीयं सो द्वितीयसूत्रं केवलम् अनेकाच् अजादि धातूनाम् एव विषयः तत्र अस्ति द्वितीयसूत्रे सो अत्र किं वदति अजादेर्द्वितीय इति सूत्रं किं वदति यत्र शब्दसमूहः अजादि अस्ति अनेकाच् अस्ति तत्र द्वितीय एकाचस्य द्वे करणीयं द्वितीय एकाचस्य द्वे करणीयम् सो अत्र द्वितीय एकाचः कः सूत्रे लिखितं प्रथमस्वर विहाय द्वितीयस्वरपर्यन्तं यत् भागं तदेव अस्ति द्वितीय एकाच अवयवः सो प्रथमस्वर विहाय इत्युक्ते अकार विहाय अकारविहाय द्वितीयस्वरपर्यन्तं किं किम् अस्ति अत्र? रेफः अस्ति, चकारः अस्ति, तस्य अनन्तरम् एव द्वितीयस्वर, द्वितीयस्वरपर्यन्तं गन्तव्यं. सो द्वितीयस्वर अस्ति रफ् इकारः. अतः अत्र सि अत्र रुचि केचन अत्र रुचि अर्चि न भवति. दिस् रुचि बिकम्स् द द्वितीय भाग, फस्ट् भाग् रिमेन्स् द अर्चि ओन्ली. सो द्वित्वं कथं भवति अत्र? अर्चि इस् द फस्ट् पार्ट्, देन् द द्वितीय द्वित्व अनन्तरं तत्र भाग् स्थापनीयं. रुचि प्रथमस्वर विहाय द्वितीयस्वरपर्यन्तं यानि ये वर्णाः सन्ति ते एव भवन्ति द्वितीय एका च अवयवः. सो इति द्वितीयं. सो अत्र यः अवयव द्वितीयं द्वितीयभागः अस्ति सः अग्रे स्थापनीयं. यदा तत्र वयं तत्र जागृ कुर्मः, देट् बिकम्स् द प्रथम अवयवः. यदा जागृदित्वं भवति, जाग् बिकम्स् द फस्ट् अवयवः आफ् द शब्दसमूह. जाग् जागृ, आर् यु गेटिङ्ग् मै पायिण्ट्? जाग् बिकम्स् द फस्ट् अवयवः. हियर् अजादि, सो अजादि नास्ति चेत् तत् प्रथम अवयवः भवति, द्वित्वस्य प्रथम अवयवः भवति. अजादि अनेका च अस्ति चेत् यः द्वे भवति, यः द्वित्वं भवति, सः द्वितीय अवयवः भवति शब्दसमूहस्य. तो इदानीम् अर्चि रिचि इति द्वित्वम् अनन्तरम् इति शब्दसमूहस्य स्वरूपः भवति यदि द्वित्वं भवति चेत् इति. तत्र द्वितीय अजादेर्द्वितीयस्य. सर्वैः अवगतं वा? अत्र करपत्रे जा जागृ इति लिखितं भगिनि. आम्, सो तत्र अन्ततो गत्वा जा जागृ एव तिष्ठति. सो केनापि भिन्नसूत्रेण गकारस्य तत्र गकारः अपगच्छति. तत् सूत्र नास्ति, तत्र तु अङ्गकार्यं सप्तम अध्याये तत् सूत्रमस्ति. परन्तु द्वित्वं तु जाग् जागृ एव भवति. अपि च तदपि न द्वित्वम् अस्ति, ज जागृ भवति. सो तत्र पश्यामः, अत्रापि अर्चि रुचि यः अस्ति, अर्चि रुचि न तिष्ठति, अर्चिचि तिष्ठति. अर्चिचि रेफः अपि अपगच्छति. सो किमर्थं रेफः गच्छति, किमर्थं गकारः गच्छति इति अग्रे पश्यामः. परन्तु सूत्रं तु तावदेव वदति, सूत्रं तावदेव वदति. गकारः किमर्थं न तिष्ठति? तस्य कृते भिन्नसूत्रम् अपेक्षितम्. अस्तु, एकनिमिषः. गिरिजा भगिनी अस्ति वा? भगिनी आं भगिनी, परन्तु पठितुं न शक्नोमि. इट्स् ओके भगिनी, टैम् समयः अपि अभवत्. अवगतं न यत् किमपि पठितम्? आम् आम् अवगतम्. सो एकवारम् अपि पठामि करपत्रं, परन्तु अवगतम्. सो एका च द्वे प्रथमस्य अजादेर् द्वितीयस्य इति सूत्रद्वयस्य विषये पुनः अग्रिमस्मिन् कक्षायां तत्र एकवारं चिन्तनं कृत्वा अग्रे सरेम. इदानीं तु समयः अभवत्. सर्वैः अवगतं न किमस्ति एका च द्वे प्रथमस्य अजादे? जाग्री धातु अस्ति, तत्र प्रथमपि जा भवति न? किं भवति? हा, झाग् इति यः अस्ति सः प्रथम. यत् अष्टाध्यायी डाट् काम् मध्ये पठितं महोदय, झाग् जाग्र अस्ति, अन्ततो गत्र जा जाग्रे भवति. द्वितीयस्वरपर्यन्तं यत् भागं तदेव प्रथम एकाच अवयवः. सो झाग् इति प्रथम एकाच अवयवः. अनन्तरं गकारः किमर्थं न अत्र दृश्यते स्करपत्रे? सः भिन्नसूत्रेण तत्र अपगच्छति. तथैव यदा तत्र पच् पच् भवति, तत्र तु द्वित्वं तु पपाच् अस्ति, पपच् अस्ति. तत्रापि चकारः अपगच्छति, तत्र तस्य कृते तु भिन्नसूत्रम् अपेक्षितं, परन्तु द्वित्वं तु पच् पच् एव अस्ति, अनन्तरं भिन्नसूत्रेण कार्यम्. अस्तु, प्रश्नः नास्ति चेत् अत्र स्थगामः. शान्तिमन्त्रं जगदीश महोदय, शान्तिमन्त्रं पठतु महोदय. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते, पूर्णस्य पूर्णमादाय पूर्णमेव वशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरि ओम् श्रीगुरुभ्यो नमः. हरि ओम् तत्सत्. नमस्कारः, धन्यवादाः, पुनः मिलामः. धन्यवादः. धन्यवादः. धन्यवादः.